नमः सर्वेभ्यः. अस्माकं पाणिनीयवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति अष्टाध्याय्यां सूत्राणां बलाबलम् इति विषयः अनुवर्तते. तत्र गतवर्गे अस्माभिः किम् अधीतम् इति चेत्, अन्यत्र अन्यत्र लब्धावकाशयोरेकत्र प्राप्तिः तुल्यबलविरोधः इति महाभाष्यवाक्यमस्ति. तत्र तुल्यबलविरोधः इति शब्दः अस्ति, इति पदम् अस्ति. तत्र तुल्यबलविरोधः इत्यस्य कः अर्थः, कोऽपि वदति वा? तत्र विनय महोदय वदतु. आं भगिनि, तुल्यबलविरोधः अस्ति यत्र समबलव्यवस्था भवति, अपि च सम्बल भवति यथा अन्यत्र क्वचित् कार्यं कर्तुम् अवकाशः भवति. द्वयसम्बन्धे द्वय यदि कोऽपि आद्गुणा वृद्धिरेति इत्यादि वा तुदिति इत्यादि, तर्हि यदि अन्यत्र क्वचित् कार्यं कर्तुम् अवकाशः. एकक्षणम् एकक्षणं, किमर्थम् आद्गुणः वृद्धिरेचि इति वदति? किमर्थं सम्यक्तया अहं न वक्तुं शक्नोमि, परन्तु अहं केवलं पठितवान् वृद्धिरेचि आद्गुणः सम्बन्धे समबल भवति वा न भवति. यदि समबल भवति तर्हि विप्रतिषेधशास्त्रात् पूर्वस्य परं बाधकं कार्यं भवति. अतः पूर्वात् परं भवति पूर्वस्य सम्बन्धे. परन्तु सम्यक्तया अहं नास्ति चिन्ता. राजीभगिनी वदतु, तुल्यबलविरोधः इत्युक्ते कः? तुल्यबलविरोधः इत्युक्ते द्वयो सूत्रद्वयम् एकत्र आगच्छति चेत् वयं एकत्र एकस्मिन् इत्युक्ते प्रथम अध्याये एव अष्ट अध्याय प्रथमपर्यन्तं के अध्यायाः सन्ति, तत्र एव सूत्रद्वयोः एकत्र आगच्छति चेत् तत्र सङ्घर्षः अस्ति, तदेव तुल्यबलविरोधः इत्युच्यते. द्वयोः सङ्घर्षः अस्ति तावत् पर्याप्तं वा? तुल्यबलविरोधः भवति वा? केवलं सङ्घर्षः अस्ति चेत् अन्यत् किम् अपेक्षितम्? किम् अपेक्षितम् इत्युक्ते द्वयोः अन्यत्र लब्ध अवकाशः अस्ति वा न वा इति द्रष्टव्यम्. अन्यत्र लब्धावकाशः इत्यस्य कः अर्थः? एकत्र एकसूत्रं कुत्रचित् कार्यं करोति, अन्यसूत्रं कुत्रचित् कार्यं करोति, तस्य सूत्रस्य अन्यत्र अवकाशः अस्ति, परन्तु सूत्रद्वयम् एकत्र आगत्य अन्यस्थले आगत्य अवकाशम् इच्छति चेत् तत्र अन्यत्र लब्ध अवकाशः इति वयं वदामः. अस्तु अस्तु, समीचीनम्. इत्युक्ते द्वयोः सूत्रयोः पृथक् पृथक् कार्यक्षेत्रम् अस्ति यत्र. भगिनि, अहम् भवती अवगतवती, जानामि. समीचीनमेव. इत्युक्ते केवलं स्पष्टीकरणार्थं वदामि, अत्र द्वयोः सूत्रयोः पृथक् पृथक् कार्यक्षेत्रम् अस्ति यत्र तयोः कार्यम् अर्हति. इदानीं तयोः एकत्र सङ्घर्षः अस्ति, एकस्मिन् स्थले अनयोः सङ्घर्षः अस्ति. तदानीं निर्णयः करणीयः तयोर्मध्ये किं सूत्रं प्रथमं कार्यं करोति इति. तदानीं तत्र किं वयं वदामः, यत्र तुल्यबलविरोधः अस्ति तत्र किं सूत्रं प्रथमं कार्यं करोति, विप्रतिषेधे परं कार्यम् इति वदामः किल. हा, विप्रतिषेधे परं कार्यम् इति, विप्रतिषेधे परं कार्यम् इति सूत्रेण निर्णयत्वं कर्तुं शक्नुमः. किं सूत्रं पूर्वम् आगच्छति, किं सूत्रं परम् आगच्छति इति ज्ञात्वा वयं निर्णयं कर्तुं शक्नुमः. परसूत्रमेव कार्यं करोति, तस्मिन् समये परसूत्रम् एव कार्यं करोति. सत्यं सत्यं, समीचीनं. तदर्थम् अस्माभिः उदाहरणद्वयं दृष्टं, तत्र सुपि च अपि च बहुवचने जल्येत् इति सूत्रं. सुपि च इति सूत्रं, तत्र अदन्तम् अङ्गम् अस्ति चेत् अकारस्य दीर्घत्वं भवति ययादि सुप्रत्यये परे. तर्हि तत्र भ्याम् इत्यत्र ययादि प्रत्ययः अस्ति, वृक्षाभ्याम् इत्यत्र सुपि च इत्यस्य कार्यमस्ति, पृथक् क्षेत्रमस्ति. बहुवचने जल्येत् इति सूत्रम् अदन्ताङ्गस्य अन्तिम अकारस्य एकारादेशः भवति जलादि बहुवचनान्त सुप्रत्यये परे. तर्हि तस्य कार्यक्षेत्रं कुत्र इति चेत् वृक्षयोगः सु सप्तमे वक्तौ बहुवचने वृक्षेषु इत्यत्र पृथक् कार्यक्षेत्रम् अस्ति. इदानीम् अनयोः सूत्रयोः पृथक् पृथक् कार्यक्षेत्रम् अस्ति, एकस्य तु भ्याम् इत्यत्र, अन्यस्य तु सु इत्यत्र. अधुना अनयोः एकत्र प्राप्तिः अस्ति, तत्र भ्यस् इत्यत्र एकत्र प्राप्तिः अस्ति. अनयोः तुल्यबलविरोधः अस्ति, सङ्घर्षः अस्ति भ्यस् इत्यत्र, वृक्षयोगः भ्यस् इत्यत्र सङ्घर्षः अस्ति. तर्हि तदानीं वयं पश्यामः अनयोः अन्यत्र लब्धावकाशः अस्ति, तुल्यबलविरोधः अस्ति. अतः विप्रतिषेधे परं कार्यम् इति सूत्रस्य सहायेन अत्र अनयोर्मध्ये किं सूत्रं परसूत्रं. सुपि च इति सूत्रं सप्तमाध्यायस्य तृतीयपादे पूर्वमस्ति, बहुवचने जल्येत् इति अनन्तरमस्ति, बहुवचने जल्येत् इति परसूत्रम्. अनयोः तुल्यबलविरोधः अपि अस्ति, बहुवचने जल्येत् इति परसूत्रमस्ति. अतः बहुवचने जल्येत् इत्यस्य कार्यं भवति वृक्षेभ्यः इति रूपं, वृक्षेभ्यः इति रूपं, न तु वृक्षाभ्यः. अस्तु इति तत्र तुल्यबलविरोधस्य विषये दृष्टं. तदनन्तरं यत्र तुल्यबलविरोधः नास्ति तत्र का गतिः इति अत्र वंशी भगिनी वदतु. आं भगिनि, यत्र तुल्यबलविरोधः नास्ति तत्र विप्रतिषेधे परं कार्यं न करोति. उदाहरणमस्ति वृद्धिरेचि अपि च आद्गुणः. वृद्धिरेचि इत्यस्य सर्वाणि निमित्तानि आद्गुणे अस्ति, अत यतोहि सूत्रमस्ति आद्गुणसूत्रम् इक् एच् अच् अस्ति, वृद्धिरेचि इत्यस्मिन् एच् अस्ति. अतः स एच् इति सर्वाणि निमित्तानि अच् मध्ये अस्ति, अतः तत्र विप्रतिषेधे परं कार्यं न करोति. अपि च वृद्धिरेचि इति अपवादत्वेन कार्यं करोति, यतोहि निरवकाशत्वम् अपवादलक्षणम् इति उच्यते. अतः आद्गुणं प्रबाध्य वृद्धिरेचि इति अपवादत्वेन कार्यं करोति भगिनि. समीचीनम्. एकवारं स्मारयतु, आद्गुणः इति सूत्रं किं वदति, वृद्धिरेचि इति सूत्रं किं वदति. आं भगिनि, आद्गुणः वदति आद्गुणः सूत्रं वदामि वा, आत् अच् ओ अनुवृत्तिसूत्रं वदामि वा भगिनि. वदतु. अस्तु, अवर्णात् अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः भवति. गुणसंज्ञः इत्युक्ते अकारः एकारः ओकारः, तत्र संज्ञासूत्रमस्ति अदेङ्गुणः, क्षम्यताम्, अदेङ्गुणः संज्ञासूत्रमस्ति. वृद्धिरेचि इत्यस्य सूत्रविवरणमस्ति. अवर्णात् एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञकः एकादेशः स्यात्. तत्र वृद्धिरेचि वृद्धिरादैच् इति संज्ञासूत्रमस्ति. वृद्धिरादैच् वृद्धिसंज्ञकः के इत्युक्ते आक् दीर्घाकारः, ऐकारः, औकारः इति वृद्धिसंज्ञकाः भवन्ति. एते सर्वे अच् पर मध्ये भवन्ति, अतः तस्य कार्यं आद्गुणस्य इत्यस्मिन् एव अन्तर्भूतः भवति. अतः तस्य यदि तस्य वृद्धिरेचि इत्यस्य सूत्रस्य कार्यं न भवति, एतस्य सूत्रस्य निर्वकाशं भवति. अतः वृद्धिरेचि इति सूत्रं अपवादत्वेन कार्यं करोति. पुनः एकवारं वदतु, किमर्थम् अनयोः तुल्यबलविरोधः नास्ति? तुल्यबलविरोधः नास्ति यतोहि वृद्धिरेचि इत्यस्य कार्यक्षेत्रम् आद्गुणस्य अन्तर्भूतः भवति. तत्र अन्यत्र लब्धावकाशः नास्ति यतोहि न वृद्धिरेचि इत्यस्यैव एच् एक एकः एच् इति अस्ति किल भगिनि, आत् एचि पूर्वपरयोः. अत्र आद्गुणः इत्यस्मिन् आत् अचि परे अस्ति, अतः एच् इति प्रत्याहारः अच् प्रत्याहारे मध्ये अस्ति. अतः यत्र यत्र वृद्धिरेचि कार्यं भवति तत्र आद्गुणस्य प्रसक्तिः अपि भवति. हा, बहु समीचीनं. तर्हि इदानीं वदतु, आद्गुणः इत्यस्य अन्यत्र लब्धावकाशः अस्ति इति कथं जानीमः? आद्गुणः अचि परे अस्ति, पर अच् परे अस्ति, एच् इति एकः प्रत्याहारः अस्ति, अक् इति अन्यत् प्रत्याहारः भवितुम् अर्हति, परन्तु फलितार्थः तु इकः अस्ति. पर तत्रैव अकः इति अपि भवितुम् अर्हति किल भगिनि, तत्र अतः अन्यत्र लब्धावकाशः अपि भवितुम् अर्हति. अक् इत्यत्र कथं भवति? अक् इत्यत्र हा तदेव इक् इति भवति. फलितार्थः तु इकः एव भवति, अकः तु नास्ति, फलितार्थः तु भिन्नः अस्ति. परन्तु सूत्रं यदि प्रत्याहारं वयं दृष्ट्वा पश्यामः, तत्र तु अच् इत्यस्मिन् एच् अपि अस्ति. समीचीनं, भवती अवगतवती, परन्तु स्पष्टीकरणार्थं वदतु, अच् इति उक्तं तर्हि तस्य पृथक् कार्यक्षेत्रं कुत्र? प्रश्नः न किम् अस्ति, अहं नावगच्छामि. यथा तत्र सुपीच इत्यत्र वृक्षयोगाभ्याम् इति पृथक् कार्यक्षेत्रम् अस्ति, एवम् आद्गुणः इत्यस्य पृथक् कार्यक्षेत्रं कुत्र? आद्गुणः पृथक् कार्यक्षेत्रं सुराणाम् ईशः सुरेशः न. ओ ओ अस्तु अस्तु, एवं वा. तत्र अकसवर्णे दीर्घः इत्यस्य प्रसक्तिः अपि भवति किल भगिनि तस्मिन् सूत्रे? इति पश्यतु, तत्र अच् इति प्रत्याहारे एच् प्रत्याहारः इति एकः भागः, अ इति एकः भागः, इक् इति अन्यः भागः. इदानीं कुत्र? हा सत्यम्, अत्र अक अवर्णात् अचि परे, अत्र अवर्णात् अकारः परे अस्ति चेत् तत्र सवर्णदीर्घसन्धि भवति, अतः तत्र आद्गुणस्य प्रसक्तिः नास्ति. तत्र अकः सवर्णे दीर्घः इति आद्गुणं प्रबाद्य अपवादसूत्रं भवति. परन्तु फलितार्थः तु इकः अस्ति, इकारः, उकारः, ऋकारः, अपि च लुकारः. तर्हि एतस्मिन् इकः इत्यस्मिन् एव कार्यं भवति किल भगिनि? सत्यम्, इकः इत्येव पृथक् कार्यक्षेत्रम् अस्ति, तत्र अन्यत् किमपि प्रसक्तं नास्ति खलु? आम्, अन्यत्र नास्ति भगिनि, इकः एव फलितार्थः. इक इति क्षेत्रे इकि परे केवलम् आद्गुणः एव कार्यं करोति खलु? आं भगिनि, सत्यम्. अतः तस्य पृथक् कार्यक्षेत्रम् अस्ति, अतः आद्गुणः इत्यस्य अन्यत्र लब्धावकाशः अस्ति. परन्तु वृद्धिरेचि इत्यस्य अन्यत्र लब्धावकाशः अस्ति वा? नास्ति, यतोहि तत्र अच् इत्यस्मिन् एव एच् अस्ति, अतः अन्यत्र लब्धावकाशः नास्ति इति मम अवगमनम्. अतः निरवकाशं भवति, अतः सूत्रस्य अपवादत्वम् अपि भवति. हा समीचीनं, समीचीनम्. इदानीं जयलक्ष्मी भगिनी अवगतवती वा? वदतु एकवारम्. वृद्धिरेचि अनन्तरं आद्गुणः द्वयोः सूत्रयोः एकस्य एव अन्यत्र लब्धावकाशः अस्ति इति चेत् आद्गुणः इत्यस्य अन्यत्र लब्धावकाशः अस्ति कुत्र वृद्धिरे इकि परे अकारात् अनन्तरम् इ उ ऋ एते वर्णाः सन्ति चेत् तत्र आद्गुणः प्रवर्तते यथा सूर्य योग उदय सूर्योदय इति भवति वृद्धिरेचि सूत्रस्य इति सूत्रस्य अन्यत्र इदानीं भगिनी बहु समीचीनम् उकारस्य उदाहरणम् उक्तवती इकारस्य उदाहरणं वदतु सूर्ययोगः उदयः सूर्योदयः इति उकारस्य उदाहरणम् इकारस्य राजा योग ईश्वरि राजेश्वरि इति भवति महा ऋषि महर्षि इति बहु समीचीनं तर्हि इक् इत्यत्र आद्गुणः इत्यस्य अवसरः अस्ति किन्तु वृद्धिरेचि इत्यस्य अन्यत्र लब्धावकाशः नास्ति यतः केवलम् अत्रैव यत्र अकारात् अनन्तरम् ऐच् प्रत्याहारः ए ऐ ओ औ तत्र एव एतत् सूत्रं प्रवर्तते अतः अत्र अन्यत्र लब्धावकाशः नास्ति अत्र न प्रवर्तेत् चेत् एतत् सूत्रं व्यर्थं भवेत् तस्य निरवकाशत्वं भवेत् एचि परे किमर्थं तत्र अन्यत्र अवकाशः नास्ति अवगतवती भगिनि अवर्णात् एचि परे इति यदा एचि परे इति वदामः एचि परे अन्यत्र लब्धावकाशः भवतु तत्र का हानिः अत्र एव भवति खलु अवकाशः अन्यत्र इति चेत् ए ऐ ओ औ इति परे अस्ति चेत् एव वृद्धिरेचि कार्यं करोति हा परन्तु एचि इति अन्यत्र लब्धावकाशः किमर्थं नास्ति तदेव तत्र तस्य कार्यक्षेत्रं भवतु खलु तर्हि कः क्लेशः क्लेशसङ्कर्षः नास्ति अत्र तुल्यबलसूत्रे नास्ति अत्र तयोः लब्धावकाशः द्वयोः च नास्ति इति कृत्वा एकस्य एव लब्धावकाशः अस्ति अन्यस्य सूत्रस्य लब्धावकाशः अन्यत्र नास्ति लब्धावकाशः अस्ति इति इदानीं प्रदर्शितवती भवती सम्यक्तया इत्यत्र अन्यत्र लब्धावकाशः अस्ति एवमेव वृद्धिरेचि इत्यस्य अन्यत्र लब्धावकाशः किमर्थं नास्ति एचि परे तस्य कार्यमस्ति खलु इकि परे अस्ति चेत् आद्गुणः एव आगच्छति अवर्णात् परम् अकारः अस्ति चेत् सवर्णदीर्घसन्धिः आगच्छति अतः तस्य कार्यं न प्रवर्तते एचि परे यत्र अस्ति तत्र मम प्रश्नः भगिनि मम प्रश्नः कः इति चेत् यथा भवती आद्गुणः इत्यस्य अन्यत्र लब्धावकाशः अस्ति इति उक्तवती वृद्धिरेचि इत्यस्य अन्यत्र लब्धावकाशः नास्ति इति कथं प्रदर्शयति उदाहरणं वदामि वा राजा इत्युक्ते तत्र किं प्रदर्शनीयम् इति चेत् अन्यत्र लब्धावकाशः इत्युक्ते तत्र एकमेव सूत्रं कार्यं करोति तस्य पृथक् क्षेत्रम् अस्ति तत्र अन्यत् किमपि प्रसक्तं नास्ति एवं तादृशम् अत्र वृद्धिरेचि इत्यत्र प्रदर्शयितुं शक्यते वा वृद्धिरेचि इत्यत्र न प्रदर्शयितुं शक्यते यतोहि अत्र ए ऐ ओ औ इति परे अस्ति चेत् तस्य कार्यमेव भवति तस्य अन्यत्र अवकाशः नास्ति अतः न वृद्धिरेचि अपवादः अस्ति इति कृत्वा भवती तथा वदति परन्तु अपवादः इति निर्णयात् पूर्वम् अवर्णात् एचि परे तत्र वृद्धिरेचि प्रसक्तमस्ति अन्यत् किं प्रसक्तमस्ति तत्र आद्गुणः प्रसक्तमस्ति इति वक्तव्यं खलु अतः अनयोः सङ्घर्षः अस्ति सङ्घर्षः अस्ति चेत् पृथक् कार्यक्षेत्रं नास्ति सत्यम् अतः अवर्णात् एचि परे इति वृद्धिरेचि इत्यस्य पृथक् कार्यक्षेत्रं नास्ति तत्र आद्गुणः इति अपि आगच्छति यतोहि आद्गुणः इत्यत्र अचि परे इति उक्तत्वात् अतः अत्र वृद्धिरेचि इत्यत्र वृद्धिरेचि इति सूत्रस्य अन्यत्र लब्धावकाशः नास्ति तस्य पृथक् कार्यक्षेत्रं नास्ति एचि परे किमर्थं तत्र अद्गुणः अपि प्रसक्तमस्ति, आगच्छति यत्र यत्र वृद्धिरेचि आगच्छति तत्र तत्र आद्गुणः च आगच्छति, अतः अतः तस्य पृथक् कार्यक्षेत्रं कुत्रापि नास्ति, यत्र यत्र तत् सूत्रम् आगच्छति तत्र सङ्घर्षः एव खलु। इदानीम् अपवादस्य विषये वदतु भगिनी, एकसंशयः, इदानीम् अनयोः तुल्यबलः नास्ति इति वक्तुं शक्नुमः वा? सत्यम्, अनयोः तुल्यबलविरोधः एव नास्ति, तुल्यबलमपि नास्ति न, तुल्यबलमपि नास्ति तुल्यबलविरोधः अपि नास्ति। अस्तु अस्तु भगिनि, धन्यवादः। द्वयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति चेदेव तुल्यबलविरोधः, अत्र तथा नास्ति। तर्हि इदानीं वयम् अग्रे तत्र अग्रे एकवारं पठामः। अस्तु अरविन्द महोदय पठतु, इदानीम् अस्माकम् उदाहरणम् अत्र योगः एव, ततः आरभ्य पठतु। इदानीम् अस्माकम् उदाहरणम् अत्र योगः एव, पूर्वम् अकारः अस्ति पश्चात् एकारः, एकारः अचि अपि अस्ति एचि अपि अस्ति, अतः द्वयोः सूत्रयोः प्रसक्तिः, एकत्वप्राप्तिः अस्ति। अत्र किं भवति, गुणसन्धिः वा वृद्धिसन्धिः वा? अधुना द्रष्टव्यं यत् तुल्यबलविरोधः अस्ति न वा। तुल्यबलविरोधार्थं द्वयोः सूत्रयोः अन्यत्र अन्यत्र लब्धावकाशः भवेत्। अत्र योगः एव इत्यस्य दशायाम् आद्गुणः कार्यं करोति चेत् वृद्धिरेजि इत्यस्य अन्यत्रावकाशः भविष्यति वा? नैव। एचि यदि गुणसन्धिः भवति तर्हि वृद्धिरेचि सूत्रं निर्व्यापारं नाम सुतरां व्यर्थं भविष्यति, तस्य कार्यं कर्तुं कुत्रापि अवकाशः न भविष्यति। अस्यां दशायां द्वोपि सूत्रे अन्यत्र अन्यत्र अन्यत्र लब्धावकाशे न स्तः, ततः तुल्यबलविरोधः नास्ति। आद्गुणः इति सामान्यं, वृद्धिरेचि इति विशेषः। यस्य सूत्रस्य कार्यक्षेत्रं लघु अस्ति अन्यस्य अपेक्षया यस्मात् कारणात् अत्र लब्धावकाशे सति कार्यं न करोति चेत् अन्यत्र अवकाशे नैव प्राप्यते, तत्सूत्रम् अपवाद इत्युच्यते। वृद्धिरेचि आद्गुणः इति सूत्रस्य अपवादः, अतः आद्गुणः इति सूत्रं बाधितं भवति वृद्धिरेचि इति सूत्रेण। अत्र आद्गुणः एवं वृद्धिरेचि सूत्रयोः अवकाशस्थलम् एवं तुल्यबलविरोधम् अस्ति वा इति अस्मिन् परिच्छेदे दृश्यते। यत्र आद्गुणः कार्यं क्षेत्रं बृहत् अस्ति, किन्तु वृद्धिरेचि इति सूत्रम् आद्गुणकार्यक्षेत्रे अन्तर्भूत एचि एव कार्यं करोति इति कारणेन तस्य विशेषसूत्रम् इति वक्तुं शक्यते। इति कारणेन आद्गुणः उत्सर्ग बहु भूत्वात् एवं वृद्धिरेचि लघुक्षेत्रमस्ति कृत्वा अपवादः इति वक्तुं शक्यते। तत्र भगिनि, आद्गुणः इति सूत्रस्य अन्तर्भूतः अकसवर्णिदीर्घ एवं वृद्धिरेचि इति भवति। अत्र आद्गुणः इति बृहत् क्षेत्रमस्ति कृत्वा तस्य अन्तर्भूत सवर्ण अकसवर्णदीर्घ इति सवर्णदीर्घसन्ति भवितुम् अर्हति, किन्तु एवं वृद्धिरेचि इति कारणेन एचि इति क्षेत्र भूत्वा अपवादत्वेन तस्य गुणं तस्य पृथक् क्षेत्रं भवति, किन्तु एचि स्थाने तयोः तुल्यबलविरोधं न भवति इति किं कारणम् अस्ति चेत् अन्यत्र लब्धावकाशो वृद्धिरेचि इति सूत्रस्य नास्ति इति कृत्वा तुल्यबल अन्यत्र अन्यत्र लब्धावकाशः न भवति। एवम् अकसवर्णे अपि अन्यलब्धावकाशः नास्ति कृत्वा आत् गुण अन्तर्भूत आत् सवर्णदीर्घ यत्रत्र भवति तत्र अकसवर्णदीर्घम् एवं कार्यं करोति अन्यत्र लब्धावकाशः नास्ति कृत्वा तयोः पृथक् क्षेत्रं निष्कासनं कृत्वा इकः स्थाने एव आद्गुणस्य क्षेत्रं भवति इति कृत्वा इकः स्थाने आद्गुणस्य पृथक् क्षेत्रमस्ति. समीचीनं महोदय, समीचीनं, बहु समीचीनं. सर्वैः बुद्धं वा? न, भगिनी एकः प्रश्नः. अहं नगेश भट् सम्बन्धे किञ्चित् पठितवान्. अत्र यदि सूत्रस्ति पूर्वात् परं बल पूर्वात् परं बलवत् तर्हि विप्रतिषेधशास्त्रात् पूर्वस्य परं बाधकं बाधकम् इति यावत्. अत्र प्रश्नः अस्ति आद्गुणः अपि च वृद्धिरेचि वयं विप्रतिषेध न दृश्यामः, विप्रतिषेध नास्ति. सत्यं, विप्रतिषेधे नास्ति, अत्र योगः एव इत्यत्र विप्रतिषेधः नास्ति. नास्ति, अतः यदि विप्रतिषेधशास्त्रात् पूर्वस्य परं बाधकं भवति, अतः पूर्वस्य पूर्वस्य परं बाधकम् अथवा परं पूर्वं बाधकं भवति. परन्तु अत्र यु नो अत्र एक्स्प्लेनेशन् इस् हियर्, परन्तु विप्रतिषेधसम्बन्धे कोऽपि न अवदत्. अहं केवलं विप्रतिषेधसम्बन्धे वदामि. अत्र अत्र विप्रतिषेधः नास्ति, अत्र विप्रतिषेधः नास्ति. यत्र तुल्यबलविरोधः अस्ति तदानीमेव विप्रतिषेधः. तुल्यबलविरोधः कदा भवति? यत्र द्वयोः सूत्रयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति, इत्युक्ते द्वयोः पृथक् पृथक् कार्यक्षेत्रम् अस्ति. इदानीम् अस्माकं मनसि तत्र वृक्षयोगः भ्यां वृक्षयोगः सु इति अस्माकं मनसि स्थापयामः चेत् स्पष्टता भवति. तादृशं पृथक् पृथक् कार्यक्षेत्रम् अत्र अस्ति वा, अत्र योगः एव इत्यत्र इति पश्यामः चेत् आद्गुणः इत्यस्य पृथक् कार्यक्षेत्रम् अस्ति. तत् सूत्रं तु गणयोगः ईशः इत्यत्रापि कार्यं करोति, अथवा सूर्ययोगः उदयः इत्यत्रापि कार्यं करोति. तत्र पृथक् क्षेत्रम् अस्ति, परन्तु वृद्धिरेचि इत्यस्य तादृश अन्यत्र लब्धावकाशः नास्ति. यत्र यत्र वृद्धिरेचि कार्यं कर्तुम् आगच्छति तत्र सर्वत्र आद्गुणः अपि आगच्छति. अतः वृद्धिरेचि इत्यस्य पृथक् कार्यक्षेत्रं नास्ति. तस्य कार्यक्षेत्रं यत्र आद्गुणः भवितुम् अर्हति तत्र एव तस्य कार्यक्षेत्रम्. अतः वृद्धिरेचि इति सूत्रस्य अन्यत्र अन्यत्र लब्धावकाशः नास्ति. अतः इदानीम् अनयोः तुल्यबलविरोधः नास्ति. आद्गुणः वृद्धिरेचि अनयोः तुल्यबलविरोधः नास्ति. यत्र तुल्यबलविरोधः नास्ति तत्र विप्रतिषेधे परं कार्यम् इति सूत्रं सः न करोति, नास्ति, तस्य प्रसक्तिः नास्ति. तुल्यबलविरोधः अस्ति चेत् एव विप्रतिषेधे परं कार्यम् इति सूत्रेण परसूत्रस्य बलं भवति. इदानीं यद्यपि अत्र वृद्धिरेचि इति सूत्रं परसूत्रमस्ति, आद्गुणः इति सूत्रस्य अपेक्षया वृद्धिरेचि इति सूत्रं परसूत्रमस्ति, परन्तु अत्र वृद्धिरेचि इति सूत्रं कार्यं करोति किमर्थं? परसूत्रस्य बलेन कार्यं करोति वा अत्र? वृद्धिरेचि पूर्वसूत्रस्य बाधकं कृतम् अस्ति तर्हि कार्यं करोति. परन्तु परसूत्रबलेन कार्यं करोति वा? किमर्थं वृद्धिरेचि कार्यं करोति? परसूत्र बलेन कार्यं करोति, कोऽपि प्रश्नः नास्ति. तथा नास्ति, परसूत्रबलेन कार्यं करोति इति नास्ति. अत्र अत्र वसन्ती भगिनी वदतु, वृद्धिरेचि इति सूत्रम् अत्र अत्र योगः एव इति उदाहरणे वृद्धिरेचि इति सूत्रं कार्यं करोति इति जानीमः. वृद्धिरेचि इति सूत्रं किमर्थं कार्यं करोति अत्र? परसूत्रम् इति कार्यं करोति वा? वसन्ती भगिनी, नास्ति, किमर्थं सूत्रे कार्यं इति भेदः. यद्यपि अत्र वृद्धिरेचि इति परसूत्रम् अस्ति तथापि परसूत्रबलेन कार्यं न करोति. यतोहि परसूत्रबलेन कार्यं करोति इति वदामः चेत् तत्र विप्रतिषेधे परं कार्यम् इति वदामः, परन्तु अत्र तथा नास्ति, तुल्यबलविरोधः नास्ति. अतः वृद्धिरेचि यद्यपि परसूत्रमस्ति तथापि किमर्थम् अत्र कार्यं करोति इति चेत् अपवादबलेन कार्यं करोति. अत्र कार्यं न करोति, यत्र एचि इति स्थलम् अस्ति तत्र कार्यं न करोति चेत् तस्य अन्यत्र कुत्रापि अवकाशः नास्ति. तस्य अवकाशः एकत्र एव, एकस्मिन् स्थले एव तस्य अवकाशः. एतादृशसूत्रमेव अपवादसूत्रम् इति वदामः. विशेषसूत्रम् उत्सर्गस्य बाधकम् अस्ति. बुद्धं खलु विनय महोदय? नित्य अपेक्षयाः अन्तरङ्गम् अग्रे अग्रे नित्यस्य विषये मास्तु. अग्रे अग्रे वदामः. अहम् अवगच्छामि. यदा भवती अपवादसम्बन्धे अवदत् तर्हि अहम् अवगच्छामि. समीचीनं, बहु समीचीनं. तर्हि अत्र सर्वे पश्यन्तु, वृद्धिरेचि इति सूत्रं परसूत्रम् अस्ति तथापि परसूत्रबलेन कार्यं न करोति. अत्र अत्र योगः एव इत्यत्र वृद्धिरेचि इति सूत्रं कार्यं करोति इति वयं वदामः चेत् किमर्थं वृद्धिरेचि इति सूत्रं कार्यं करोति, परसूत्रम् अस्ति इति कार्यं करोति इति नास्ति. अत्र वृद्धिरेचि इति सूत्रं पूर्वम् अस्ति चेदपि कार्यं कर्तुम् अर्हति अत्र अपवादबलेन. अतः सारांशः कः? यत्र अपवादसूत्रम् अस्ति तत्र सूत्रसङ्ख्यायाः महत्त्वं नास्ति. अपवादसूत्रस्य विषये सूत्रसङ्ख्यायाः महत्त्वं नास्ति. पूर्वं वा भवतु परं वा भवतु, अपवादः अस्ति चेत् अपवादः एव. बुद्धं खलु? अस्मित्वबलेन एव कार्यं करोति इति वयं ज्ञातुं शक्नुमः. हा, अपवादबलेन एव कार्यं करोति, सत्यम्. त्रिपाद्यमपि करोति खलु भगिनि अपवादसूत्रम्? अपवादसूत्रं त्रिपाद्यमपि करोति. तस्मिन् विषये तु अपि चिन्तनं कुर्मः अग्रे. अस्तु, इदानीम् अग्रे ललिता भगिनी पठति वा? ललिता भगिनी अस्ति वा? अस्तु, तर्हि अरुणा भगिनी पठतु. आद्गुणः एव भगिनि. इति सूत्रे अचि परे यस्य इकि परे इति फलितः अर्थः, यतः अकारात् अकारः परश्चेत् कार्यं बाधितम् अकः सवर्णे दीर्घः इत्यनेन, अकारात् एच् परश्चेत् कार्यं बाधितं बुद्धिरेचि इत्यनेन सूत्रेण च बुद्धिशास्त्रस्य अवकाशं कल्पयित्वा तद्भिन्नस्थलेषु गुणशास्त्रप्रबुद्धिः कर्तव्यः. ओके, आद्गुणः सूत्रं वदति अचि परे गुणः भवति अवर्णात् पर अचि इति अर्थं किम् इति चेत् इकवर्णपरे इति अर्थं स्वीकरणीयं. ततः अवर्णात् अन्य अवर अकारः अस्ति चेत् अकस्तिवर्धदीर्घे एव कार्यं करोति. किं भगिनी अहं पृच्छामि, न अवगतम्. अकसवर्धदीर्घः पृथक् स्थानं नास्ति, केवलम् अकारः अस्ति एव भगिनि. सत्यं, हा, बहु समीचीनं प्रतिपादयतु भगिनि. यथा वृद्धिरेचि इत्यत्र अस्माभिः चर्चितम् एवमेव अकः सवर्णे दीर्घः इत्यत्र. अकः सवर्णे दीर्घः इति सूत्रार्थः कः? अवर्णात् सवर्णपरे चेत् दीर्घः भवति. अवर्णात् इति अस्ति वा अथवा अक्वर्णात् खलु? अक्वर्णात् क्षम्यता, अक्वर्णात् सवर्णपरे, सवर्णे अचि परे इत्युक्ते तत्र अक् प्रत्याहारे के के वर्णाः? अकार आ इति एते वर्णाः. एतेभ्यः यदि सवर्णः सवर्णवर्णः अकारस्य अनन्तरम् अकारः ह्रस्वः वा दीर्घः, इकारस्य अनन्तरम् इकारः ह्रस्वः दीर्घः, उकारस्य अनन्तरम् उकारः ह्रस्वः वा दीर्घः, एवमेव ऋकारस्य अनन्तरं ऋकारः ह्रस्वः वा दीर्घः। उभयत्र पूर्वमपि ह्रस्वः वा दीर्घः, उत्तरमपि ह्रस्वः वा दीर्घः वा भवति चेत् तदानीं दीर्घ आदेशः भवति। उदाहरणं वदतु एकम्। निद्रा आगच्छति। हा समीचीनं, निद्रा इत्यत्र आकारः अस्ति, आगच्छति इत्यत्र आकारः अस्ति, अतः दीर्घादेशः भूत्वा निद्रागच्छति इति अस्ति। तर्हि इदानीं प्रतिपादयतु, अकः सवर्णे दीर्घः इति अपवादसूत्रं कथम्? अन्यत्र अवकाशः नास्ति चेत्, केवलम् अकुप्नः अस्ति सवर्णः अस्ति चेदेव कार्यं करोति। सत्यं, तस्य अन्यत्र लब्धावकाशः नास्ति। अतः अकः सवर्णे दीर्घः इति सूत्रं कस्य अपवादः? आग्गुणः इत्यस्य अपवादः। बहु समीचीनम्। अस्तु, इदानीं शोभा भगिनी वदतु, भवती प्रतिपादयतु, आद्गुणः अपि च अकः सवर्णे दीर्घः अनयोः कीदृशसम्बन्धः? एकम् उदाहरणं स्वीकृत्य वदतु। अनयोः कीदृशः सम्बन्धः? अस्तु, तत्र आद्गुणः इति अच् वर्णेषु कार्यं करोति अचि परे, अपि च अकः सवर्णे दीर्घः इति अक् प्रत्याहारेषु कार्यं करोति। अतः तत्र अक् इति अच् इत्यस्य अन्तर्भूतः प्रत्याहारः, अपि च यत्र कुत्रापि अकः सवर्णे दीर्घः इत्यस्य कार्यक्षेत्रम् अस्ति, तत्र आद्गुणः इत्यस्यापि कार्यक्षेत्रम् अस्ति। किन्तु अकः सवर्णे दीर्घः इति सूत्रस्य पृथक् कार्यक्षेत्रम् अन्यत्र कुत्रापि नास्ति, अतः तत्र आद्गुणः इति अस्ति। अच् पूर्ण अच् प्रत्याहारेषु तस्य कार्यम् अस्ति, अकः इत्यस्य अक् इत्येषु एव अस्ति। अतः तत्र यदि सवर्णाः आगच्छन्ति, तत्र अकः तत्र एव कार्यं करोति, अतः तत्र सङ्घर्षः भवति, किन्तु विप्रतिषेधः नास्ति। किमर्थं चेत् अकः सवर्णे दीर्घः इत्यस्य पृथक्तया अन्यत्र कार्यक्षेत्रं न भवति, अतः तत्र तुल्यबलं नास्ति, अतः तुल्यबलविरोधः अपि नास्ति। अतः तत्र अकः सवर्णे दीर्घः इति विशिष्टसूत्रं भवति, तदा तस्य अपवादबलं भवति, अतः अपवादबलत्वेन आद्गुणस्य बाधं कृत्वा कार्यं करोति। बहु सम्यक् भगिनी, बहु समीचीनं, बहु सम्यक्तया उक्तवती, समीचीनं, धन्यवादः। सर्वैः बुद्धं वा? यथा वृद्धिरेचि इत्यत्र अस्ति तथैव अत्रापि, अकः सवर्णे दीर्घः इत्यस्य अन्यत्र लब्धावकाशः नास्ति, आद्गुणः इत्यस्य अन्यत्र लब्धावकाशः अस्ति। तर्हि द्वयोर्मध्ये एकस्य अन्यत्र लब्धावकाशः नास्ति चेत् तदानीं वयम् अपवादस्य विषये चिन्तनं कर्तुं शक्नुमः। इत्युक्ते अस्माकं बलाबलचिन्तने अस्माकं प्रथमं सोपानं किं? तुल्यबलविरोधः अस्ति वा इति प्रथमं चिन्तनीयम्। तुल्यबलविरोधः अस्ति वा इति चिन्तनीयं, तुल्यबलम् अस्ति वा इति चिन्तनीयं, तुल्यबलम् अस्ति चेत् तुल्यबलविरोधः, तदानीं विप्रतिषेधे परं कार्यं, यदि तुल्यबलविरोधः नास्ति चेत् तदानीम् अत्र अपवादः अस्ति वा इति चिन्तनीयं। तुल्यबलविरोधः नास्ति, अपवादः अस्ति वा इति चिन्तनीयं। तुल्यबलविरोधः नास्ति परन्तु अपवादः एव वा इति पुनः चिन्तनीयं भवति, एवमेव तत्र अपवादः इति वक्तुं न शक्नुमः, चिन्तयित्वा वक्तव्यम् अपवादः वा इति वा, अपवादः नास्ति वा इति। अस्तु, तर्हि अग्रे गच्छेम इदानीं। उमा भगिनी अग्रे पठतु. तर्हि अत्र आं सत्यम् ओके. तर्हि अत्र तुल्यबलविरोधः नास्ति, अतः किं सूत्रं कार्यं करोति इति निर्णेतुं समस्या नास्ति. अधुना अस्माकं पूर्वतनम् उदाहरणं प्रत्यागच्छामः. वृक्षयोगः भ्यस् अत्र द्वयोः सूत्रयोः एकत्र प्राप्तिः, सुपि च बहुवचने झल्येत् च, द्वयोरपि अन्यत्र लब्धावकाशः, अतः तुल्यबलविरोधः अस्ति. तुल्यबलविरोधः इत्यस्य समानार्थीशब्दः विप्रतिषेधः. अत्र कस्य सूत्रस्य प्राप्तिः भवेत् इति निर्णेतुम् एकं सूत्रं सहायं करोति. अत्र तुल्यबलविरोधः इत्यस्य वर्णनम् अस्ति. वृक्षयोगः अभ्यस् उदाहरणेन वृक्षयोगः अभ्यस् इति चेत् अत्र सुपि च बहुवचने जल्ये द्वयोः सूत्रयोः कार्यं कर्तुम् आगच्छति. अत्र तयोर्मध्ये तुल्यबलविरोधः अस्ति. तुल्यबलविरोधः विरोधः इति वचनस्य अन्य वार्ता विप्रतिषेधः. अत्र किं सूत्रं कार्यं करोति इति चिन्तनीयम्. समीचीनम् इति तत्र एकत्र तुल्यबलविरोधः नास्ति, अत्र योगः एव इत्यत्र तुल्यबलविरोधः नास्ति, परन्तु वृक्षयोगः भ्यः इत्यत्र तुल्यबलविरोधः अस्ति. यत्र तुल्यबलविरोधः अस्ति तत्र वयं जानीमः विप्रतिषेधे परं कार्यमिति सूत्रं सः करोति. यत्र तुल्यबलविरोधः नास्ति तत्र अपवादसूत्रम् अस्ति वा इति चिन्तनीयम्. अस्तु, समीचीनम्. इदानीम् अग्रे रमा भगिनी पठति वा पुनस्मरणार्थं तत्र. विप्रतिषेधे परं कार्यं समानकाले तुल्यबले सूत्रे कार्यं कर्तुम् आयातश्चेत् परसूत्रस्य कार्यं पूर्वं भवति. विप्रतिषेधे सप्तम्यन्तं परं प्रथमानन्तं कार्यं प्रथमान्तं परं प्रथमान्तं कार्यं प्रथमान्तं त्रिपदमिदं सूत्रम्. विप्रतिषेध इत्युक्ते समानबलयोः सूत्रयोः सङ्घर्षः. समानकाले तुल्यबले सूत्रे द्वे सूत्रं सूत्रे आगच्छति चेत् कार्यं कर्तुम् आगच्छति चेत् परसूत्रस्य कार्यं प्रथमतया भवति, प्रथमतया न पूर्वं भवति. विप्रतिषेधे सप्तमी विभक्ति अस्ति, परं कार्यं च प्रथमा विभक्ति अस्ति. विप्रतिषेधे अर्थात् तुल्यबलविरोधः अस्ति. समीचीनम्, अग्रे पठतु. वृक्षयोगाभ्यस् विप्रतिषेधे परं कार्यं सुपि च इत्यस्य अपेक्षया बहुवचने झल्येत् परम् अस्ति, अतः तद् बलवत् एकारादेशः वृक्षयोगः ए योगः अभ्यस् वृक्षेभ्यः भवति. सुपि च बहुवचने झल्येत् च एक एक ओन्लि वन् नम्बर् डिफ्रेन्स् परं कार्यमस्ति बहुवचने जल्ये, परन्तु तुल्यबलविरोधः अस्ति, अन्यलब्धावकाशः अस्ति सुपि च बहुवचने जल्ये च, अतः परं कार्यं बहुवचने जल्येत् इति सूत्रस्य कार्यं भवति विप्रतिषेधे परं कार्यम् इति सूत्रस्य कारणात् एकारादेशः भवति, दीर्घ आकारः नैव न भवति, वृक्षाभ्यः न भवति, वृक्षेभ्यः भवति। समीचीनं, सर्वेषां कृते स्पष्टता अस्ति खलु? अत्र कोऽपि प्रश्नः अस्ति वा? न बुद्धं चेत् पृच्छन्तु, यतोहि तत्र महत्त्वपूर्णसिद्धान्तः अस्ति। अग्रे गत्वा तत्र वारं वारं एतेषां प्रयोगः भवति, अतः न अवगच्छति चेत् वदन्तु, पुनः वयं पुनस्मरणं कुर्मः। अस्तु, विजयलक्ष्मी भगिनी अग्रे। आं पठामि। अष्टाध्याय्यां यत्र यत्र तुल्यबलविरोधः तत्र तत्र विप्रतिषेधे परं कार्यम् आगत्य सूचयति यत् परसूत्रस्य कार्यं पूर्वं भवति। ध्येयं यत् अस्य सूत्रस्य प्रसक्तिर्नास्ति त्रिपाद्याम्, अग्रे इयं सूचना प्राप्यते। अध्यायदृष्ट्या, पाददृष्ट्या, सूत्रसङ्ख्यादृष्ट्या एकं सूत्रं परम् अस्ति चेत् तत्सूत्रं परसूत्रम् इत्युच्यते। इदानीम् आद्गुणः वृद्धिरेचि इति पश्येम। अस्माभिः एकवारं पूर्वस्मिन् परिच्छेदे किम् अस्ति इति उक्त्वा, अष्टाध्याय्यां यदा यदा तुल्यबलविरोधः इति सूत्रद्वयस्य प्रसक्तिरस्ति तत्र विप्रतिषेधे परं कार्यम् इति सूत्रम् आगत्य वदति, द्वयोः सूत्रयोः मध्ये यत् सूत्रम् अनन्तरम् आयाति तस्य एव अधिकबलं, तस्य एव कार्यं भवति इति। अत्र परं सूत्रम् इत्युक्ते किं? परं सूत्रम् इत्युक्ते अध्यायदृष्ट्या, पाददृष्ट्या, सूत्रसङ्ख्यादृष्ट्या परं सूत्रं निर्णेतुं शक्यते। तावदेव खलु भगिनि? समीचीनम्। अत्र एकः महत्त्वपूर्णबिन्दुः, त्रिपाद्यां विप्रतिषेधे परं कार्यम् इत्यस्य प्रसक्तिः नास्ति। प्रसक्तिः अस्ति परन्तु कार्यं न करोति। तत्र प्रथमं सूत्रं त्रिपाद्यां वदति पूर्वं प्रति किं मनसि परमसिद्धम् इति, तत्र तदेव बलात् एतस्य बलं नास्ति, परन्तु अपवादः भवति चेत् तत्रापि अपवादः इति मन्यते, अपवादस्य एव बलम् अधिकम्। इत्युक्ते त्रिपाद्यां पूर्वत्र सिद्धम् इत्यस्य अधिकारः अस्ति, पूर्वत्र सिद्धम् इति एकं सूत्रमस्ति, तदग्रे पश्यामः, अधिकारसूत्रमस्ति। पूर्वत्र सिद्धम् इत्यनेन त्रिपाद्यां यानि यानि सूत्राणि सन्ति, पूर्वं यानि सूत्राणि सन्ति तानि प्रति परसूत्राणि असिद्धानि, पूर्वं प्रति परम् असिद्धम्। अतः त्रिपाद्यां सूत्रद्वयम् अस्ति, तयोः मध्ये तुल्यबलविरोधः अस्ति इति चिन्तयतु, तदानीमपि तत्र परसूत्रं कार्यं कर्तुं न अर्हति। किमर्थम् इति चेत् परसूत्रस्य अस्तित्वमेव नास्ति, पूर्वत्र सिद्धम् इति अधिकारेण परसूत्रस्य अस्तित्वमेव नास्ति, अतः पूर्वसूत्रस्य दृष्ट्या, अतः यदा द्वयोः सूत्रयोः सङ्घर्षः अस्ति तर्हि परसूत्रं स्वयम् असिद्धम् अस्ति, अतः तत्र विप्रतिषेधे परं कार्यम् इत्यस्य कार्यं न अर्हति। परसूत्रस्य असिद्धत्वात् अत्र परसूत्रस्य बलम् इति वक्तुं न शक्यते, तुल्यबलविरोधः अस्ति चेदपि परसूत्रस्य बलम् इति वक्तुं नैव शक्यते, यतोहि पूर्वत्र सिद्धम् इत्यस्य अधिकारः अस्ति इति अत्र विषयः अस्ति। भगिनि, यदि सूत्रद्वयं त्रिपाद्यम् अस्ति चेत् तत्र विपृशते परं कार्यम् इत्यस्य प्राप्तिः एव नास्ति, ततः किमर्थं वयं वदामः तत्र कार्यं न भवति इति? तदर्थमेव वयं वदामः प्रसक्तिः, तदर्थमेव वदामः प्राप्तिः नास्ति इति वदामः, तत्र त्रिपाद्यां प्राप्तिः नास्ति इति वदामः. परन्तु विप्रतिषेधे परं कार्यम् इति सूत्रे किमुक्तं? तत्र यदा विप्रतिषेधः अस्ति चेत् परं कार्यं भवति इत्येव उक्तमस्ति. परन्तु तत्र कुत्र भवति, त्रिपाद्यां वा भवति वा सपदसप्ताध्यायं भवति वा इति किमपि न उक्तं सूत्रे. अतः सूत्रस्य प्रसक्तिः सर्वत्र अस्ति, परन्तु सूत्रस्य प्राप्तिः नास्ति त्रिपाद्यां, यतोहि तत्र पूर्वत्रासित्तम् इत्यस्य अधिकारः अस्ति. यदि विप्रतिषेधे परं कार्यम् इति सूत्रं त्रिपाद्यामपि कार्यं करोति तर्हि पूर्वत्रासिद्धम् इति सूत्रं व्यर्थं भवति खलु? किमर्थं पूर्वत्रासिद्धम् इति सूत्रं कृतम्? पूर्वत्रासिद्धम् इति सूत्रस्य बलेन अत्र विप्रतिषेधे परं कार्यम् इति सूत्रं त्रिपाद्यां कार्यं न करोति. इत्युक्ते त्रिपाद्यां सूत्रद्वयम् अस्ति, परसूत्रस्य परसूत्रस्य चिन्तनमेव न कुर्मः सामान्यतया, परन्तु अपवादः अस्ति चेत् भिन्नविषयः. परसूत्रस्य चिन्तनं सामान्यतया न कुर्मः एव, परन्तु अपवादसूत्रम् अस्ति चेत् कुर्मः एव. इदानीं तत्र हल्सन्धिविषये सूत्राणि सन्ति, यत्र अपवादसूत्राणि सन्ति, तत्र वयम् अत्र संयोगान्तस्य लोपः इति एकं सूत्रमस्ति. पदस्य अन्ते संयोगः अस्ति चेत् संयोगस्य अन्तिमवर्णस्य लोपः भवति इति संयोगान्तस्य लोपः. इदानीं तत्र स्कोः संयोगाद्योरन्ते च इति अन्यत् सूत्रमस्ति. तत् सूत्रं किं वदति? संयोगः अस्ति चेत् अन्तिमवर्णस्य लोपः नास्ति, परन्तु तस्मात् पूर्वं सकारः वा ककारः अस्ति चेत् तस्य एव लोपः इति वदति. तर्हि यत्र यत्र संयोगः अस्ति तत्र सर्वत्र संयोगान्तस्य लोपः इत्यनेन अन्तिमवर्णस्य लोपः अर्हति. यदा संयोगान्तस्य लोपः इति पूर्वसूत्रमस्ति तदेव सर्वत्र कार्यं करोति चेत् स्कोः संयोगाद्योरन्ते च इति सूत्रस्य अवकाशः कुत्रापि न भवति. अतः तत्र यद्यपि सूत्रद्वयं त्रिपाद्याम् अस्ति तथापि अत्र स्कोः संयोगाद्योरन्ते च इति परसूत्रं तस्य एव कार्यमस्ति, यतोहि तत् सूत्रम् अपवादसूत्रम् अस्ति. सपाद्याम् एकं सूत्रम् अस्ति इति चिन्तयतु, तस्य तुल्यबलविरोधार्थे एकं सूत्रं त्रिपाद्याम् अस्ति चेत् तत् सपादिसप्ताध्यायीसूत्रविषये कार्यं न करोति न? पूर्वत्रासिद्धमिति सूत्रे सत्यं सत्यम् एकं सूत्रं सपादसप्ताध्यायम् अस्ति, अन्यत् सूत्रं त्रिपाद्याम् अस्ति, तर्हि त्रिपाद्यां यत् सूत्रम् अस्ति तत् स्वयम् असिद्धमस्ति. पूर्वत्रासिद्धम् इत्यस्य अधिकारः न केवलं त्रिपाद्यां, तत्र पूर्वत्रासिद्धम् इति सूत्रस्य विषये अग्रे पठामः, परन्तु पूर्वत्रासिद्धम् इत्यनेन न केवलं त्रिपाद्यां पूर्वसूत्रं प्रति परसूत्रम् असिद्धम्, अपि च सपादसप्ताध्यायां प्रति अपि त्रिपादी असिद्धा. सपादसप्ताध्यायां प्रति अपि त्रिपादी असिद्धा. अतः एकं सूत्रं सपादसप्ताध्यायाम् अस्ति, अन्यत् सूत्रं त्रिपाद्याम् अस्ति, तदानीं त्रिपादीसूत्रं स्वयम् असिद्धम्. अस्तु तर्हि पठतु. बहिरि परसूत्रम् इति उक्तं मीन्स् इमीडियेट् परसूत्रं वा? न, परसूत्रं मीन्स् संथिङ्ग् विच् इस् आफ्टर् इट्, इमीडियेट् नास्ति, अग्रे अपि भवितुम् अर्हति. ओके ओके. अत्र अस्माकं उदाहरणे तत्र सुपि च बहुवचने जल्येत् इति किञ्चित् सूत्रसङ्ख्या पश्यामः चेत् परं साक्षात् अनन्तरम् अस्ति, सर्वत्र तथा भवति इति नास्ति. अस्तु धन्यवादः. सर्वत्र तथा भवति इति नास्ति. अस्तु गोमती भगिनी पठतु. अष्टाध्याय्यां यत्र यत्र तुल्यबलविरोधः तत्र तत्र विप्रतिषेधे परं कार्यम् आगत्य इदानीम् आद्गुणः इति इदानीम् आद्गुणः इत्यत्र क्षम्यताम् इदानीम् आद्गुणः गुणः वृद्धिरेचि इति पश्यामः अस्माभिः दृष्टं यत् अत्र योग एव इति स्थितौ वृद्धिरेचि इत्यस्य प्राबल्यम् अस्ति अपवादत्वात् वृद्धिरेचि इत्यस्य अन्यत्र लब्धावकाशो नास्ति अतः अत्र योग एव कार्यं साधनीयम् आद्गुणः वृद्धिरेचि सूत्रद्वयम् आद्गुणः वदति अवर्णात् अचिपरे गुणकार्यं सम्भवति वृद्धिरेचि भवति वदति अवर्णात् एचि परे वृद्धिः भवति अवर्णात् परे एव कार्यं भवति एकत्र अचि परे अन्यत्र एचि परे इति अस्माभिः दृष्टं वृद्धिरेचि एव कार्यं करोति किमर्थं चेत् तत् अपवादसूत्रमस्ति आद्गुणस्य कार्ये अतः वृद्धिरेचि अन्यत्र लब्ध अवकाशः नास्ति इतोपि अस्माभिः दृष्टं भगिनि अतः अत्र एव अत्रैव एव भवति अस्तु समीचीनं धन्यवादः सर्वैः बुद्धम् इति भावयामि अग्रे वासुदेव महोदय पठति वा आं पठामि वृद्धिरेचि परसूत्रमस्ति तदापि अत्र विप्रतिषेधे परं कार्यम् इत्यनेन स्वस्य कार्यं न सिद्ध्यति यतः अत्र तुल्यबलविशेषविरोधः नास्ति विप्रतिषेधः इत्युक्तौ तुल्यबलविरोधः परसूत्रस्य कार्यं भवति यदा विप्रतिषेधः विद्यते अत्र योगः एव इति स्थितौ विप्रतिषेधः नास्ति वृद्धिरेचि अत्र कार्यं न करोति चेत् कुत्रापि कर्तुं न शक्ष्यति अन्यत्र लब्धावकाशो नास्ति अतः अत्र विप्रतिषेधे परं कार्यम् इति सूत्रस्य प्रसक्तिः नास्ति एव अत्र वृद्धिरेचि अपवादसूत्रमस्ति वृद्धिरेचि अन्यत्र कुत्रापि कार्यं कर्तुं न शक्यते वृद्धिरेचि तत्र एव भवति यदा एचि शब्द एजि परे भवति एव परे भवति चेदेव तदर्थं विप्रतिषेधकार्यं तुल्यबलविरोधः अत्र नास्ति एकत्र एव एकावस्थायाम् एव तस्य प्रवृत्तिः अस्ति अतः विप्रतिषेधकार्यं तुल्यबलविरोधः नास्ति अन्यत्र कुत्रापि तस्य सूत्रस्य प्रसक्तिः नास्ति प्रसक्तिः न कार्यं नास्ति अतः वृत्तिषेधे परं कार्यं न भवति परं कार्यम् इति सूत्रस्य प्रसक्तिः न एव नास्ति कुत्रापि कर्तुं न शक्ष्यति तुल्यबलविरोधः नास्ति भवति समीचीनं धन्यवादः कृपया म्यूट् करोतु महोदय अत्र पमेला भगिनी अवगतं वा आम् भगिनि वदतु सारांशरूपेण किम् अवगतम् यत्र वृद्धिरेचि अस्ति तत्र विप्रतिषेधे परकार्यम् इत्यनेन परसूत्रत्वात् अत्र कार्यं कर्तुं न शक्यते यतोहि वृद्धिराचि अत्र अन्यत्र लब्धावकाशः नास्ति यत्र आद्गुण कार्यं करोति तत्र वृद्धिरादेचि कार्यं करोति तत्र आद्गुण अपि कार्यं करोति अतः तत्र विप्रतिषेधे परं कार्यम् इत्यस्य कार्यं न सिद्ध्यति तर्हि यत्र तुल्यबलविरोधः अस्ति तत्र एव विप्रतिषेधे कार्यं करोति इत्युक्ते यत्र द्वे सूत्रे स्त स्वस्य पृथक् पृथक् कार्यक्षेत्रं भवेत् अपि च एकस्मिन् स्थले सङ्घर्षः भवति द्वयोर्मध्ये अत्र तु वृद्धिरादेश् तत्र स्वस्य पृथक् कार्यक्षेत्रं नास्ति, अत एव तत् अत्र योग एव इत्यत्र विप्रतिषेधे कार्यं न करोति, अतः तत्र अपवादसूत्रेण अत्र आगच्छति. किमस्ति अपवादसूत्रम्? अपवादसूत्रं ओ अधुना एव पठामि. वृद्धिरेचि इति अपवादं किमर्थं वदामः? यतोहि तस्य कार्यक्षेत्रं पृथक्तया न आगच्छति, केवलं यत्रापि आदेङ्गुण आगच्छति तत् तस्य अपि आगच्छति इति तत्र किञ्चित् विपरीतरीत्या भवती वदति, तत्र यत्र वृद्धिरेचि आगच्छति तत्र आद्गुणः अपि आगच्छति खलु? आमां, यत्र वृद्धिरेचि आगच्छति तत्र आद्गुणः अपि आगच्छति. तर्हि अत्र वृद्धिरेचि कार्यं न करोति चेत् तस्य अवकाशः अन्यत्र कुत्रापि नास्ति, अतः सूत्रं व्यर्थं भवति. अस्माकं लक्ष्यं किम्? एकमपि सूत्रं व्यर्थं न स्यात्. अतः अत्र वृद्धिरेचि इति सूत्रम् अपवादसूत्रम्. अस्तु, समीचीनं भगिनि, सम्यक्. अस्तु, अग्रे शर्मिला भगिनी पठति वा? पठामि भगिनि. सुपि च बहुवचने झल्येत् इति एका स्थितिः, आद्गुणः वृद्धिरेचि इति अन्या स्थितिः. पूर्वं स्थित्यां विप्रतिषेधे परं कार्यम् इत्यनेन बलाबलस्य निर्णयः क्रियते. उत्तरस्यां स्थित्यां सामान्यविशेषत्वम् अपवादभूतत्वम् इत्यनेन बलाबलस्य निर्णयः क्रियते. अधः चित्रद्वयम् अस्ति येन अस्माकं चित्रा भगिन्या विप्रतिषेधः अपवादः चेत् अनयोः भेदः सुन्दररीत्या निरूप्यते, अवश्यं दृश्यताम्. अत्र अस्माभिः इदानीं चर्चितमेव सुपि च बहुवचने झल्येत् इत्यत्र द्वयोः सूत्रयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति, अतः तेषां तयोः तुल्यबलः अथवा विप्रतिषेधः वर्तते. अपि च विप्रतिषेधे परं कार्यम् इति सूत्रेण कः सूत्र बलवान् कः सूत्र प्रवर्तते इति निर्णय अस्माभिः क्रियते. आद्गुणः वृद्धिरेचि अत्र तु अपवाद उपसर्ग अपवादस्थितिः अस्ति. सामान्यसूत्र आद्गुणः अस्ति, वृद्धिरेचि अपवादसूत्रः अस्ति, अतः अत्र निर्णय सरलतया अपवादसूत्रस्य एव प्रसक्तिः अस्ति इति अस्माभिः चिन्तितम्. अपि च निर्णय वृद्धिरेचि कार्यं करोति इति भवति. अपि च अधः चित्रमस्ति. हा, समीचीनं समीचीनम्. इदानीं शुभदा भगिनी, चित्रे किम् अस्ति इति वदति वा? अस्ति वा भगिनि शुभदा? अस्तु, तर्हि सुमन् भगिनी वदतु. श्रूयते वा भगिनि? शुभदा भगिनी वा? वदतु. श्रूयते वा? श्रूयते. क्षम्यतां. विप्रतिषेधः इति सूत्रं यत् अस्ति तत्र विप्रतिषेधे परं कार्यं, तत् सूत्रस्य चित्ररूपेण तत् प्रतिपादितमस्ति. तत्र सुपि च अपि च एकं सूत्रम् अस्ति, बहुवचने झल्येत् इति अन्यत् सूत्रमस्ति. सुपि च इत्यस्य प्रसक्तिः उदाहरणरूपेण दत्तमस्ति, सुपि च इत्यस्य प्रसक्तिः वृक्षयोगः भ्याम् इति अस्मिन् अस्ति, अपि च बहुवचने झल्येत् इत्यस्य प्रसक्तिः वृक्षयोगः सुप् इत्यस्मिन् अस्ति, परन्तु सुपि च इत्यस्य प्रसक्तिः वृक्षयोगः सुप् इत्यस्मिन् नास्ति, अपि च बहुवचने झल्येत् इत्यस्य प्रसक्तिः वृक्षयोगः भ्याम् इत्यस्मिन् नास्ति. इत्युक्ते सुपि च बहुवचने झल्येत् द्वयोः सूत्रयोः प्रसक्तिः पृथक् पृथक् कार्यक्षेत्रे अस्ति, परन्तु वृक्षयोगः भ्यस् इति अस्ति, तत्र द्वयोः सूत्रयोः प्रसक्तिः अस्ति, अतः तत्र इत्युक्ते द्वयोः सूत्रयोः प्रसक्तिः तयोः स्वस्य स्वस्य कार्यपरिधेः अस्ति, अपि च तयोः प्रसक्तिः एकस्मिन् कस्मिंश्चित् कार्ये अपि एकत्र रीत्या अस्ति, तत्र सङ्घर्षः भवति. तत् कार्यक्षेत्रम् अस्ति वृक्षयोगाभ्यास, अत्र द्वयोः सूत्रयोः प्रसक्तिः अस्ति, अतः तत्र सङ्घर्षः भवति द्वयोः सूत्रयोः मध्ये. अतः तत्र तुल्य क्षम्यताम्, समीचीनं भगिनि, एतावत् यद् उक्तं समीचीनं. तुल्यबलविरोधः, ऐ डिण्ट् गेट् द वर्ड्, तुल्यबलविरोधः अस्ति द्वयोः सूत्रयोः मध्ये, सङ्घर्षः अस्ति इति कारणेन, अतः तत्र विप्रतिषेधे परं कार्यमिति सूत्रं कार्य कृत्वा बहु परसूत्रस्य प्रसक्तिः अपि च प्राप्तिः भवति. अत्र परसूत्रः अस्ति बहुवचने झल्येत् इति सूत्रं परसूत्रम् अस्ति, तस्य अत्र प्रसक्तिः भवति वृक्षयोगाभ्यास इत्यस्मिन्. अत्र वृक्ष बहुवचने झल्येत् वदति, ह्रस्व अकारान्तप्रातिपदिकम् अस्ति, तत्र तत्पश्चात् झलादिसुप्रत्ययः अस्ति बहुवचने, तत्र ह्रस्व अकारान्तप्रातिपदिकस्य एकारः भवति इति. अत्र वृक्षयोगाभ्यास इत्यस्मिन् वृक्षे योगाभ्यास इति भवति, क्षम्यतां, वृक्षयोगाभ्यास इत्यस्मिन् वृक्षयोगाभ्यः भवति ससजुषोरुः अपि च करवसानयोर्विसर्जनीयः इत्यनेन भ्यस् इत्यस्मिन् भ्यः इति तिष्ठति, अतः वृक्षयोगाभ्यः इति भवति. बहुवचने झल्येत् परसूत्रमस्ति इति कारणेन तस्य प्राप्तिः अत्र अस्ति, वृक्षेभ्यः एकारः भवति, वृक्षेभ्य इति अन्तिमरूपं सिद्ध्यति इति अत्र एतत् चित्रं वदति. हा, बहु समीचीनं, सम्यक् समीचीनं भगिनि. इदानीं तत्र सुमन् भगिनी तत्र द्वितीयं चित्रं वदति वा, द्वितीयचित्रे किमस्ति? भगिनी इदानीं श्रूयते? श्रूयते, वदतु. अस्तु, अत्र अपवादः कः इति दर्शितम् अस्ति. वृद्धिरेचि इति एकं सूत्रम् अस्ति, आद्गुणः द्वितीय सूत्रम् अस्ति. तत्र आद् गुणः कदा कार्यं करोति इति दर्शितम्, अयोग इ अथवा अयोग उ अथवा उ अस्ति, अयोग ऋ अपि च अयोग ए अस्ति चेत् आद्गुणः सूत्रस्य प्रसक्तिः अपि अस्ति, वृद्धिरेचि सूत्रस्य अपि प्रसक्तिः अस्ति. किन्तु अत्र वृद्धिरेचि सूत्रस्य निमित्तानि सर्वे आद्गुणसूत्रस्य निमित्तानि निमित्तेभ्यः अन्तर्भूतः अस्ति इति दर्शितम् अस्ति. अतः कुत्रापि वृद्धिरेचि सूत्रस्य प्रसक्तिः अस्ति चेत् तत्र आद्गुणसूत्रस्य अपि प्रसक्तिः अस्ति, अतः वृद्धिरेचि अपवादसूत्रम् इति उच्यते. हा समीचीनम्। इदं चित्रं सम्पूर्णम् अस्ति वा? न, अत्र तु प्रायः सवर्णदीर्घसन्धि तत्र अपि भवेत्। अत्र इतोपि एकः ग्रीन् सर्कल् आवश्यकः खलु, यत्र अयोगः अ इति अस्ति, तत्र ओवर्लाप् अस्ति, सम्पूर्ण न भवति गुणसन्धेः तत्र। भगिनि, यत् अहं प्रेषितवती तत् अप्लोड् न कृतवती? कुत्र, कदा प्रेषितवती? मया न प्राप्तम्। न, भवती उक्तवान् खलु PDF रूपेण। ओ, जेपक् इति वा? जेपक् इति वा? तत्तु मया प्रेषितमासीत् महोदयं प्रति, तत्र प्रायः महोदयः व्यस्तः अस्ति। अस्तु, परन्तु इदं चित्रम्, अत्र चित्रं पश्यामः चेत् तत्र चित्रे इतोपि एकः लघु सर्कल् भवेत् यत्र अयोगः अ इति अस्ति, ग्रीन् सर्कल्, यथा वृद्धिरेचि इति अपवादः अस्ति, एवमेव अकः सवर्णे इति अपि अपवादः अस्ति। तदानीं सम्पूर्णमस्ति, आद्गुणः इत्यस्य सम्पूर्णक्षेत्रम् अयोगः अ इत्यत्रापि अस्ति, अपि च अयोगः इक् इत्यत्रापि अस्ति, अयोगः एच् इत्यत्रापि अस्ति। अयोगः एच् इति अस्ति चेत् तदानीं वृद्धिरेचि, अयोगः अ इति अस्ति चेत् आद्गुणः, अन्यत्र सर्वत्र न अयोगः अ इति अस्ति चेत् अकः सवर्णे दीर्घः, अन्यत्र सर्वत्र आद्गुणः इत्यस्य कार्यक्षेत्रम्, इत्युक्ते पृथक् कार्यक्षेत्रम्, अयोगः इक् इत्यत्र पृथक् कार्यक्षेत्रम्। वृद्धिरेचि तस्मिन् अपि प्रायः अन्यत् आवश्यकं, पररूपसन्धिः अपि तस्य अपवादः खलु। हा, तत् तत्र अत्र न दर्श किं वृद्धिरेचि इति, वृद्धिरेचि इति कस्य अपवादः? न न, वृद्धिरेचि न, पररूपसन्धि वृद्धिरेचि सन्धेः अपवादः खलु। हा, तत्तु तत्र वृद्धिरेचि अपि च पररूपम् अनयोः विषयः अस्ति। इङ्गिपररूपम् अपि च वृद्धिरेचि, अनयोः यदा सम्बन्धस्य विषये चिन्तनं कुर्मः तदानीम् अपवादः इति वक्तुं शक्नुमः। अत्र तु तस्य विषयः नास्ति खलु। अत्र तु आद्गुणः अपि च वृद्धिरेचि, अनयोः विषये आद्गुणः, वृद्धिरेचि, अकः सवर्णदीर्घः, त्रयाणां विषये चिन्तनं। भगिनि, अत्र अकः सवर्णे दीर्घः सूत्रस्य चिन्तनं किमर्थं? वृद्धिरेचि आधुनिक एव चिन्तनं कुर्मः चेत्, न, परन्तु आद्गुणः इति सूत्रे सूत्रार्थः कः? आधुनिकसूत्रे अचि परे अस्ति चेत् आद्गुणः इति सूत्रस्य प्रसक्तिः प्राप्तिः च। अत्र अचि परे इति सम्पूर्णतया उक्तं वा? अत्र अचिपरे न उक्तं, परन्तु अकटसवर्णदीर्घः। एकक्षणम्, अचिपरे इत्यत्र अच् प्रत्याहारे के वर्णाः? अचिपरे सर्वे स्वराः। अत्र सर्वे स्वराः उल्लेखितः वा? ओहो, नास्ति इति कारणेन तदपि स्थापनीयम् इति भवती वदति। तदपि तदपि स्थापयामः चेदेव आद्गुणः इत्यस्य सम्पूर्णचिन्तनं भवति, नो चेत् नास्ति खलु। अचिपरे इति उक्तत्वात् अत्र तु अकारस्य विषये किमपि न उक्तम्, अयोगः अ इत्यत्र किम् इति न उक्तं, तत्रापि किञ्चित् लघु सर्कल् अस्ति चेत् स्पष्टता भवति इति अहं चिन्तयामि, वयम् अवगन्तुं शक्नुमः, अतः नास्ति चिन्ता। अस्तु, वयम् अवगन्तुं शक्नुमः, अतः नास्ति चिन्ता, परन्तु केवलं स्पष्टीकरणार्थम् अहं वदामि तावदेव। भगिनी, अत्र अपवादः एव अस्ति, तत् अकार योगः अकारः नास्ति, एतद् पूर्वतन पिक्चर् अस्ति वा? मया पूर्वतन पिक्चर् इति नास्ति भगिनि, इदमेव चित्रं स्थापितमस्ति, परन्तु अहं केवलं वदामि तत्र अकः सवर्णे दीर्घः इति अपि स्थापयामः चेत् सम्पूर्णं भवति, तावदेव। अस्तु अस्तु, अत्र अत्र न दृश्यते अकसवर्णदीर्घः तथैव अकसवर्णदीर्घः इति न स्थापितं, स्थापयामः चेत् समीचीनं भवति. अस्तु, वंशी भगिनी अग्रे पठतु. आम् भगिनि, अतः एका परिभाषा अस्ति यया बुद्धं यत् अपवादः बलीयान् सामान्यसूत्रस्य अपेक्षया. अस्तु, यत्र अपवादः अस्ति तत्र सूत्रसङ्ख्यायाः किमपि महत्त्वं नास्ति. अपवादभूतसूत्रस्य सूत्रसङ्ख्या या कापि भवतु नाम तस्य बलं भवति एव. यत्र अपवादत्वेन बलाबलस्य निर्णयः क्रियते तत्र इयं परिभाषा कार्यं करोति. परिभाषायाः अत्यन्तं पुरातनाः तेषां लेखकाः अस्माभिर्ज्ञायन्ते, परन्तु व्याकरणलोके तासां दृढा मान्यता अस्ति. तर्हि अत्रास्ति एका परिभाषा. अस्तु, अस्माभिर्न ज्ञायते, अस्माभिर्न ज्ञायते, परन्तु व्याकरणलोके तासां दृढा मान्यता अस्ति. तर्हि अत्रास्ति एका परिभाषा. अस्तु, परिभाषा अस्ति, तत् परिभाषा पठामि वा, नो चेत् अस्माभिः किम् उक्तम् इति वदतु. अस्तु भगिनि, अपवादबले वयं जानीमः तत्र अपवादसूत्रम् इति बलीयम् अस्ति. सूत्रसङ्ख्या यदि पश्यामः तत्र परसूत्रं भवति यतोहि, परन्तु अपवादत्वेन बलाबलस्य निर्णयः यथा भवति तत्र एकनिमिषं भवति. यदा अपवादः अस्ति तत्र सूत्रसङ्ख्यायाः प्रामाण्यं नास्ति. यदा सूत्रं पूर्वमस्ति अपि च परम् अपि भवितुम् अर्हति, अतः तस्य कार्यम् एव भवति यदा अपवादस्य कारणेन कार्यं करोति. तत्र कथं जानामि इति अपवादसूत्रम् अस्ति इति एका परिभाषा अस्ति. तस्य कारणेन वयं जानीमः तत्र अपवादसूत्रम् एव बलीयमस्ति. पूर्वपरम् अपि च नित्यसूत्रस्य अपेक्षया अपवादसूत्रम् एव सर्वेषां प्रति बलीयः सूत्रः अस्ति इति तावदेव अवगच्छामि भगिनि. तत्र समीचीनम् इत्युक्ते तत्र परसूत्रस्य कृते सूत्रमस्ति, विप्रतिषेधे परं कार्यम् इति सूत्रमस्ति, परन्तु अपवादस्य विषये तत्तादृशसूत्रं किमपि नास्ति. अपवादसूत्रस्य बलम् इति वक्तुं सूत्रं किमपि नास्ति. कथं जानीमः इति चेत् परिभाषा अस्ति अत्र, बहु प्राचीना परिभाषा अस्ति. तस्य लेखकस्य विषये वयं न जानीमः, परन्तु तत्र व्याकरणपद्धत्यां इयं परिभाषा प्रसिद्धा. तर्हि अत्र परिभाषा का इति पश्यामः. यदा यत्र तत्र पश्यति चेत् पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति अस्ति. तत्र अपवादः इति अन्ते आगच्छति. तर्हि अपवादसूत्रस्यैव सर्वोत्तमं बलम्. अपवादसूत्रमेव बलीयः अस्ति. तर्हि अत्र यदा अपवादसूत्रम् इति वयं निर्णयं कुर्मः तदानीं सूत्रसङ्ख्यायाः महत्त्वं नास्ति. सूत्रसङ्ख्या का इति वयं न पश्यामः. अपवादसूत्रम् अस्ति, अन्यत्र लब्धावकाशः नास्ति, अत्रैव कार्यं करोति, अत्र कार्यं न करोति चेत् व्यर्थम् इति तादृशनिर्णयं यदा कुर्मः तदानीम् अपवादबलेन सूत्रं कार्यं करोति. तस्य प्रमाणं किम् इति चेत् तत्र पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषा एव प्रमाणम् अस्माकम्. अस्तु, इदानीं जयलक्ष्मी भगिनी पठतु परिभाषा. आं भगिनी, पठामि. पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः परिभाषा अष्टत्रिंशत्. अनेन पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् भवति, परसूत्रस्य अपेक्षया नित्यसूत्रं बलवद्भवति, नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवद्भवति, अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवद्भवति. एतत् परिभाषासूत्रम् अस्ति, परिभाषा अस्ति सूत्रं, क्षम्यतां, परिभाषा अस्ति पूर्वपरनित्य अन्तरङ्गपवादानाम् उत्तरोत्तरं बलीयः इति. एतत् परिभाषा वदति पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत्, तथा च परसूत्रस्य अपेक्षया नित्यसूत्रं, नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रम्, अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं च बलवत् भवति इति वदति. अग्रे पठानि वा? एकक्षणम्, अत्र अत्र परिभाषा पश्यामः चेत् पूर्वपर इति दलं यदि वयं स्वीकुर्मः, पूर्वपर इति तत्र विप्रतिषेधे परं कार्यम् इत्यस्य एव उल्लेखः अस्ति. तत्र पूर्वपर इति वदामः चेत् पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् इत्युक्ते यत्र सूत्रयोः मध्ये तुल्यबलविरोधः अस्ति तादृशस्थले पूर्वस्य अपेक्षया परसूत्रं बलवत्. तदनन्तरं परसूत्रस्यापि अपेक्षया नित्यसूत्रं बलवत्. तर्हि नित्यसूत्रं नाम किम् इति ज्ञातव्यम्, अग्रे पठामः. तदनन्तरं नित्यसूत्रस्यापि अपेक्षया अन्तरङ्गसूत्रं बलवत्. अन्तरङ्गं नाम किम् इति अग्रे आयास्यति. अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत्. अपवादस्य विषये अस्माभिः इदानीमेव चर्चितम्. तर्हि तत्र क्रमेण द्रष्टव्यं भवति पूर्वसूत्रं पूर्वपरप्रसङ्गः अस्ति वा, नित्यप्रसङ्गः अस्ति वा, अन्तरङ्गप्रसङ्गः अस्ति वा, अपवादप्रसङ्गः अस्ति वा इति द्रष्टव्यं. तर्हि उत्तरोत्तरं बलीयः, पूर्वस्य अपेक्षया परं, परस्य अपेक्षया नित्यं, नित्यस्य अपेक्षया अन्तरङ्गम्, अन्तरङ्गस्य अपेक्षया अपवादसूत्रं. तर्हि अपवादसूत्रमेव तत्र तस्यैव अधिकबलमस्ति सर्वेषाम् अपेक्षया. अस्तु, अग्रे पठतु. अस्याः परिभाषायाः प्रथमतत्त्वद्वयं विप्रतिषेधे परं कार्यम् इत्यस्य एव अभिव्यक्तिः पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत्. तत् पश्चात् तत्त्वत्रयं वर्तते नित्य अन्तरङ्ग अपवाद, येषाम् उपस्थितौ विप्रतिषेधे परं कार्यम् इति सूत्रं कार्यं न करोति. यथा भगिन्या उक्तं, प्रथम पूर्वपर इत्यस्य अर्थः विप्रतिषेधे परं कार्यम् इति सूत्रेण यत् कार्यं भवति तस्य एव अर्थः पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् इति ज्ञायते. तदनन्तरं नित्य अन्तरङ्ग अपवाद इति सूत्राणां विषयाः सन्ति. तत्र एतस्मिन् स्थितौ विप्रतिषेधे परं कार्यम् इति सूत्रं कार्यं न करोति, किन्तु अन्यत् कार्यं भवति, तत् अग्रे आयाति इति उक्तमस्ति अत्र. एतावता एकमेव. धन्यवादः भगिनि. इदानीम् अग्रे गीता भगिनी पठति वा? हा भगिनि. एतावता पूर्वपर इत्यनयोः प्रसङ्गे ज्ञातवन्तः वयम्, अधुना नित्य अन्तरङ्ग अपवाद इति प्रसङ्गेषु परिशीलयामः. नित्यं कृताकृतप्रसङ्गी यः विधिः भवति सः नित्यः इत्युच्यते. समानकाले समानस्थले द्वयोः सूत्रयोः प्रसक्तिः अस्ति इति चिन्तयतु. द्वयोर्मध्ये एकस्य सूत्रस्य प्रवृत्तिः करिताः, तदनन्तरमपि तदनन्तरमपि अपरस्य सूत्रस्य पुनः प्राप्तिः अस्ति चेत् तस्यां दशायां यत् अपरं सूत्रमस्ति तत् नित्यसूत्रम् इत्युच्यते. नित्यं नाम तस्य प्रसक्तिः पूर्वमपि आसीत्, अनन्तरमपि अस्ति. यदा किञ्चन सूत्रं नित्यमस्ति तदा तत् सूत्रं प्रथममेव प्रवर्तनीयं नित्यम् इत्यस्मात् कारणात् बलवत्. अतः पूर्वसूत्रं नित्यम् अस्ति चेत् पूर्वसूत्रं सत्यपि पूर्वम् आयाति सत्यपि पूर्वम् आयाति. अत्र नित्यम् इति नित्यसूत्रस्य विवरणं कृतमस्ति. कृताकृतप्रसङ्गी अहं न जानामि भगिनी कथं न यावद् अवगच्छति तावद् वदतु, अग्रिमसप्ताहे पुनः तत्र कृताकृतप्रसङ्गी उदाहरणं स्वीकृत्य पश्यामः. अत्र किमपि बुद्धं वा? नित्यम् इत्युक्ते पूर्वम् आयाति. किम् अन्तिमवाक्यं किञ्चित्? न, प्रथमं वाक्यं प्रथमं पश्यामः, तदनन्तरम् अन्तिमवाक्यं प्रति गच्छामः. तत्र प्रथमवाक्यं किम् अस्ति? कृताकृतप्रसङ्गी यः विधिः भवति सः नित्यः इति उच्यते. तस्य अग्रे किम् अस्ति? गीता भगिनी, समानकाले समानकाले समानस्थले द्वयोः सूत्रयोः प्रसक्तिः अस्ति इति चिन्तयतु इति अस्ति. समानकाले समानस्थले इति एकं सोपाने युगपत् द्वयोः सूत्रयोः प्रसक्तिः अस्ति इति चिन्तयतु इति लिखितं. द्वयोर्मध्ये एकस्य सूत्रस्य प्रवृत्तिः कारिता अहं न जानामि. प्रवृत्तिः कृतम् अस्तु. एकस्य सूत्रस्य प्रवृत्तिः कृतं प्रवृत्ति मीन्स् उपयोगं कृतम् इति भगिनि. तदनन्तरम् अपि अपरस्य सूत्रस्य पुनः प्राप्तिः अस्ति इत्युक्ते एकं सूत्रम् उपयोगं कृत्वा अन्यसूत्रस्य उपयोगं अत्र पश्यतु. अत्र पश्यतु, सूत्रद्वयम् अस्ति, ए इति एकं सूत्रं, बि इति अन्यत् सूत्रं. सूत्रद्वयम् अस्ति, द्वयोर्मध्ये किं कार्यं करोति इति वयं न जानीमः. अनयोः तुल्यबलविरोधः नास्ति. सूत्रद्वयम् अस्ति, अनयोः तुल्यबलविरोधः नास्ति. इदानीं द्वयोः सूत्रयोः एकत्र अत्र प्राप्तिः अस्ति. इदानीं तत्र अनयोर्मध्ये किं प्रथमं कार्यं करोति इति वयं न जानीमः. तर्हि वयं किं कुर्मः? तर्हि प्रथमम् ए इति सूत्रं कार्यं करोति इति चिन्तयतु. ए इति सूत्रं प्रथमं कार्यं करोति इति चिन्तयामः. ए इति सूत्रस्य कार्यानन्तरम् इदानीं बि इति सूत्रं कार्यं करोति चेत् तर्हि बि इति सूत्रं नित्यसूत्रं, तस्य प्रसक्तिः पूर्वम् अपि आसीत्, ए इति सूत्रस्य कार्यानन्तरमपि तस्य प्राप्तिः अस्ति. अतः बि इति सूत्रं नित्यसूत्रम् अस्ति. तदेव तत्र कृताकृतप्रसङ्गी इति वदामः. ए इति कृतं वा अकृतं वा बि इति कार्यं करोति एव. परन्तु ए इति सूत्रं तथा नास्ति, कृताकृतप्रसङ्गी नास्ति ए इति सूत्रं. किमर्थं नास्ति? यदि बि इति सूत्रं प्रथमं कार्यं करोति, तस्य अनन्तरम् ए इति सूत्रस्य प्रसक्तिः एव नास्ति. अतः ए इति सूत्रं नित्यसूत्रं नास्ति, परन्तु बि इति सूत्रं नित्यसूत्रम् अस्ति. इत्युक्ते ए इति सूत्रं प्रथम आयाति, बि इति सूत्रं तदनन्तरं सङ्ख्या आयाति इति अर्थः? न, तथा नास्ति. प्रथमं द्वितीयम् इति नास्ति. अस्माकं चिन्तनवेलायां वयं किं कुर्मः? प्रथमं बि इति सूत्रमपि स्वीकर्तुं शक्नुमः. इदानीं सूत्रद्वयं पृथक् पृथक् स्वीकृत्य वयं पश्यामः अनयोर्मध्ये किं सूत्रं नित्यसूत्रम् इति. यदि बि इति सूत्रं प्रथमं कार्यं करोति, तस्य अनन्तरम् ए इति कार्यं कर्तुं शक्नोति वा इति चेत् न, ए इति सूत्रं कार्यं कर्तुं न शक्नोति. अतः ए इति सूत्रं नित्यं नास्ति. परन्तु ए इति सूत्रं प्रथमं कार्यं करोति चेत् तदनन्तरमपि बि इति सूत्रं कार्यं कर्तुम् अर्हति. अतः बि इति सूत्रं नित्यसूत्रं. तर्हि चिन्तनवेलायां वयं द्वयोः सूत्रयोः एकत्र स्वीकृत्य वयं पश्यामः, इदं कार्यं करोति चेत् तत् कार्यं करोति वा न वा, ए इति कार्यं करोति चेत् बि कार्यं कर्तुम् अर्हति वा न वा इति वयं पृथक् पृथक् स्वीकृत्य पश्यामः. यत् सूत्रं एकस्य कार्यानन्तरं कार्यं करोति तदेव नित्यम्. दशायां सूत्रसङ्ख्यायाः महत्वं नास्ति. सूत्रसङ्ख्यायाः महत्वं नास्ति तत्र भगिनी. चिन्तनं कुर्वन्तु, इदानीं समयः अतीतः. किं सूत्रं नित्यसूत्रं भवितुम् अर्हति इति चिन्तयन्तु. किमस्ति भगिनि? जलां जशोद्रे अपि च श्रुत्वम् इति वक्तुं शक्यते वा? श्रुत्वम् इति नित्यसूत्रं जलां जशोन्ते इत्यस्य पूर्वमपि कार्यं करोति, तदनन्तरमपि कार्यं करोति किल भगिनि? उदाहरणं श्रुत्वसन्धि, श्रुत्वसन्धि जलां जशोन्ति इत्यस्य पूर्वमपि कार्यं कर्तुं शक्यते, अपि च परमपि कथं कथं कार्यं कर्तुं शक्यते? अत्र कुत्र अस्ति सूत्रं? न न, तत्तु प्रथमम् आयाति, परन्तु तस्य प्रसक्तिः भवितुम् अर्हति किल श्रुत्वस्य? न न न, एकक्षणं, सूत्रद्वयं कुत्र अस्ति? ओ त्रिपाद्याम् अस्ति, ओ अस्तु, क्षम्यतां भगिनि, फलसूत्रम् अस्ति इदं खलु, अतः तत्र नित्यस्य प्रसङ्गः एव नास्ति। ओ अस्तु, आहा हा, ओ अस्तु, तर्हि सपादसप्ताध्यायामेव नित्यसूत्रस्य प्रसक्तिः अस्ति, त्रिपाद्यां नास्ति किल? इति अस्ति ततः सारांशेन अपवादसूत्रम् अपि च नित्यसूत्रं द्वयोः सूत्रस्य सङ्ख्यायाः कोऽपि प्राधान्येन सत्यं सत्यं सत्यं अस्तु, तर्हि अत्र स्थापयामः। लह परस्मैपदं तङ्गानावात्मनेपदं तत् अपवादसूत्रं वा? तङ्गानावात्मनेपदम् अपवादसूत्रं वा? भवती वदतु, इदानीं भवती जानाति अपवादसूत्रम् इत्युक्ते किम् इति भवती जानाति, भवती अहं भवितुम् अर्हति अपवादसूत्रं भवितुम् अर्हति, किमर्थं चेत् तत् विशिष्टसूत्रम् अस्ति, लह परस्मैपदं सामान्यसूत्रम् अस्ति, अतः अपवादसूत्रम् इति चिन्तयामि। अस्तु, समीचीनं, सम्यक्, अस्तु, तर्हि अत्र स्थगयामः, धन्यवादः, नमस्कारः, धन्यवादः, नमस्कारः, धन्यवादः भगिनी, नमस्कारः।